पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 102 कुञ्चल उवाच सर्वं वत्स प्रवक्ष्यामि यत्त्वयोक्तं ममाधुना उभयोर्देवनं यत्तु यस्माज्जातं द्विजोत्तम एकतादु महादेवी पार्वती प्रमदोत्तमा क्रीडमाना महात्मानमीश्वरं वाक्यमब्रवीद ममोरसि महादेव जातं महत्सु दोहदं दर्शयस्व ममाग्रे त्वं काननं काननोत्तमम् श्रीमहादेव उवाच एवमस्तु महादेवि नन्दनं देवसङ्कुलं दर्शयिष्यामि ते पुण्यं द्विजसिद्धनिषेवितम् एवमाभाष्यतां देवीं तया सह गणैस्ततः स गन्तुमुत्सुको देवो नन्दनं वनमेव तु सर्वगं सुन्दरं दिव्यपृष्ठमाभरणैर्युतं खण्डामालाभिसंयुक्तं किङ्गिणी जालमालिनं चामरैपटसूत्रैश्च मुक्तामाला सुशोभितं हंसचन्द्रप्रदीकाश्यं वृषभं चारुलक्षणं समारूढो महादेवो गणकोडिसमावृतः नन्दिभृङ्गिमहाकालस्कन्दचण्डमनोहराः वीरभद्रो गणेशश्च पुष्पदन्तो मणीश्वरः अदिबलसुबलो नाम मेघनादो खडावहः खण्डाकर्णश्च काळिन्दः पुलिन्दो वीरबाहुकः केशरी किङ्करो नाम चण्डहासप्रजापतिः एते चान्ये च बहवः सनकाद्यास्तपो बलाः गणैश्च कोटिसङ्ख्यातैः सशिवः परिवारितः नन्दनं वनमेवापि सेवितं देवकिन्नरैः प्रविवेश्य महादेवो गणैर्देव्या समन्वितः दर्शयामास देवेशो गिरिजायै सुशोभनं नानापादपसम्पन्नं बहुपुष्पसमाकुलम् दिव्यं रम्भावनाकीर्णं पुष्पवद्भिस्तु चम्पकैः मल्लिकाभिः सुपुष्पाभिर्मालती जालसङ्कुलं नित्यं पुष्पिदशाखापिः पाटलानां वनोत्तमैः राजमानं महावृक्षैश्चन्दनैश्चारुगन्धिभिः देवदारुवनैर्जुष्टं तुङ्गवृक्षैः समाकुलं सरलैर्नालिकेरैश्च तद्वत्पूगी फलद्रुमैः खर्जूरपनसैर्दिव्यैः फलभारावनामितैः परिमलोद्गारसंयुक्तैर्गुरुवृक्ष समाकुलम् अग्नितेजस्समाभासैः सप्तपर्णैः सुशोभितं राजवृक्षैः कदम्बैश्च पुष्पशोभान्वितं सदा जम्बूनिम्बमहावृक्षैर्मादुलिङ्गैः समाकुलं नारङ्गैः सिन्धुवारैश्च प्रियालैशालतिन्दुकैः उदुम्बरैः कपित्थश्च जम्बूपादपशोभितं लकुचैः पुष्पसौगन्धैः स्फुटनागैः समाकुलम् च्यूतैश्च फलराजाद्यैर्नीलैश्चैव खनोपमैः नीलैः शालवनैर्दिव्यैर्जालानां तु वनैस्तदः तमालैस्तु विशालैश्च सेवितं तपनोपमैः शोभितं नन्दनं पुण्यं शिवेन परिदर्शितम् शोभितं च द्रुमैश्चान्यैः सर्वैर्नीलवनोपमैः सर्वकामफलोपेदैः कल्याणफलदायकैः कल्पद्रुमैर्महापुण्यैः शोभितं नन्दनं वनं नानापक्षिनिनादैश्च सङ्कुलं मधुरस्वरैः कोकिलानां हृदैः पुण्यैरुत्कृष्टं मधुकारिभिः मकरं तद्विलुब्धानां पक्षिणां रुदनादितं नानावृक्षैः समाकीर्णं नानामृगगणायुधं वृक्षेभ्यो विविधैः पुष्पैः सौगन्धैः पतितैर्भुवि सा च भूराजते पुत्र पूजिते वसुगन्धिभिः तत्र वाप्यो महापुण्याः पद्मसौगन्धनिर्मलाः तोयैस्ताः पूरिताः पुत्र हंसकारण्डसेविताः तडागैः सागरप्रज्ञैस्तोय सौगन्धपूजितैः नन्दनं भाति सर्वत्र गणैरप्सरसां महद विमानैः कलशैः शुभ्रैर्हेमदण्डैः सुशोभनैः नन्दनो वनराजस्तु प्रासादैस्तु सुधान्वितैः यत्र तत्र प्रभात्येव किन्नराणां महागणैः गन्धर्वैरप्सरोभिश्च सुरूपाभिर्द्विजोत्तम देवतानां विनोदैश्च मुनिवृन्दैः सुयोगिभिः सर्वत्र शुशुभे पुण्यसंस्थानं नन्दनस्य च एवं समालोक्य महानुभावो भवत् सुदेव्या सहितो महात्मा श्रीनन्दनं पुण्यवदां निवासं सुखाकरं शान्तिगुणोपपन्नम् आदित्यतेजः समतेजसां गणैः प्रभाति वै रश्मिभिर्जातरूपः पुष्पैफलैः कामगुणोपपन्नः कल्पद्रुमो नन्दनकाननेऽपि एवंविधं पादपराजमेव संवीक्ष्य देवी च शिवं बभाषे अस्याभिधानं कथयस्वनाथ सर्वस्य पुण्यस्य नगस्य पुण्यं तेजस्विनां सूर्यवरसमन्तात् सदेव देवीं च शिवो बभाषे शिव उवाच अस्य प्रतिष्ठा महदी सुभाग्या देवेषु मुख्यो मधुसूदनश्च नदीषु मुख्या सुरनिर्नगापि वृसृष्टिकर्तापि यथैव धादा सुखावहानां च यथा सुचन्द्रो भूतेषु मुख्या च यथैव पृथ्वी नगेन्द्रराजो हि यथा नगानां जलाशयेष्वेव यथा समुद्रः महौषधीनामिव देवि चान्नं महीधराणां हिमवान्यथैव विद्यासु मध्ये च यथात्मविद्या लोकेषु सर्वेषु यथा नरेन्द्रः तथैव मुख्यस्तरुद्राज एष सर्वातिथिर्देवपदे प्रियोऽयम् श्रीपार्वत्युवाच गुणानुशम्भो मम कीर्तयस्व वृक्षाधिपस्यास्य शुभान् सुपुण्यान् आकर्ण्य देवो वचनं बभाषे देव्यास्तु सर्वं सुतरोर्हितस्य यं यं कल्पयन्ति सुपुण्यदेवा देवोपमा देववराश्च कान्दे तं तं हि तेभ्यः प्रददादिवृक्षः कल्पद्रुमो नाम वरिष्ठ एषः अस्माच्च सर्वे प्रभवन्ति पुण्या दुःप्राप्य मत्रैव तपोऽधिकास्ते जीवाधिकं रत्नमयं सुदिव्यं देवास्तु भुञ्जन्ति महाप्रधानाः शुश्रावदेवी वचनं शिवस्य आश्चर्यभूतं मनसा विचिन्त्य तस्यानुमत्या परिकल्पितं च स्त्रीरत्नमेकं सुगुणं सुरूपं सर्वाङ्गरूपां सगुणां सुरूपां तस्मात्सु वृक्षाद्गिरिजा प्रलेभे विश्वस्य मोहाय यथोपविष्टा साहाय्यरूपा मकरध्वजस्य क्रीडानिधानं सुखसिद्धिरूपं सर्वोपपन्ना कमलायताक्षी पद्मानना पद्मकरा सुपद्मा चामीकरस्यापि यथा सुमूर्तिः प्रभासु तद्वद्विमला सुतेजा लीला सुतेजाश्च सुकुञ्चितास्ते प्रलम्बकेशाः परिसूक्ष्मबद्धाः पुष्पैः सुगन्धैः परिलेपिताश्च प्रबद्धकुन्ता दृढकेशबन्धैर्विभाति सा रूपवरेण बाला सीमन्तमार्गे च मुक्ताफलानां माला विभात्येव यथा तरूणां सीमन्तमूले तिलकं सुदेव्या यथोदितो दैत्यगुरुस्सतेजाः बालेषु पद्मे मृगनाभिपद्म समुद्धतेजः प्रकरैर्विभाति सीमन्दमूले तिलकस्य तेजः प्रकाशयेद्रूपश्रियं सुलोके केशेषु मुक्ता फलकेजभाले तस्या सुशोभां विकरोति नित्यं यथा सुचन्द्रः परिभादिभासा सारम्यचेष्टेव विभाति तद्वद सम्पूर्णचन्द्रोऽपि यथा विभादिज्योत्स्ना वितानेन हिमांशुजालः तस्यास्तु वक्त्रं परिभाति तद्वच्छोभाकरं विश्वविशारदं च हिमांशुरेवापि कलङ्कयुक्तः संक्षीयदे नित्यकलाविहीनः सम्पूर्णमस्त्येव सदैव हृष्टं तस्यास्तु वक्त्रं परिनिष्कलङ्कम् गन्धं विकाशं कमले स्वकीयं तदसमालोक्य सुखं न लेभे पद्मानना सर्वगुणोपपन्ना मदीयभावैः परिनिर्मितेयं गन्धं स्वकीयं तु विपश्य पद्मं तस्या मुखाद्वादि जगत्समीरः लज्जाभियुक्तः सहसा बभूव जलं समाश्रित्य सदैव तिष्ठति कदिमदिनियदबुद्ध्यासौ धियो वदन्ति सुमदन नृपदे कोशं समुद्रकलाभिः सुवरदशनरत्नैर्हास्यलीलाभियुक्ता अरुण अधरबिम्बं शोभमानस्तु आस्यः सुभ्रूः सुनासिका तस्याः सुकर्णौ रत्नभूषितौ हेमकान्तिसमुपेदौ कपोलौ दीप्तिसंयुतौ रेखात्रयं प्रशोभेदग्रीवायां परिसंस्थितं सौभाग्यशीलशृङ्गारैस्तिस्रो रेखा इहैव हि सुस्थनौ कठिनौ पीनौ वर्तुलाकारसन्निभौ तस्या कन्दर्पकलशावभिषेकाय कल्पितौ अंसावतीव शोभेदे सुसमौ मानसान्वितौ सुभुजौ वर्तुलौ श्लक्ष्णौ सुवर्णौ लक्षणान्वितौ सुसमौ करपद्मौ तु पद्मवर्णौ सुशीतलौ दिव्यलक्षणसम्पन्नौ पद्मस्वस्तिकसंयुतौ सरलाः पद्मसंयुक्ता अङ्गुल्यस्तु नखान्विताः नखानि च सुतीक्ष्णानि जलबिन्दुनिभानि च पद्मगर्भप्रदिकाशो वर्णस्तदङ्गसम्भवः पद्मगन्था च सर्वाङ्गे पद्मेव भादि भामिनी सर्वलक्षणसम्पन्ना नगकन्या सुशोभना रक्तोत्पलनिभौ पादौ सुश्लक्ष्णौ चादिशोभनौ रत्नज्योतिस्समाकारा नखाः पादाग्रसम्भवाः यथोद्दिष्टं च शास्त्रेषु तथा चाङ्गेषु दृश्यते सर्वाभरणशोभाङ्गी हारकङ्कणनूपुरा मेखला कडिसूत्रेण काञ्चीनादेन राजदे नीलेन पट्टवस्त्रेण परां शोभां गदाशुभा कञ्चुकेनापि दिव्येन सुरक्तेन गुणान्विता पार्वतीकल्पिताद्भावात् गुणं प्राप्ता महोदयं कल्पद्रुमान्मुदं लेभे शङ्करं वाक्यमब्रवीद यथोक्तं तु त्वया देव तथा दृष्टो मया द्रुमः यादृश्यं कल्प्यते भावस्तादृश्यं परिदृश्यते सूत उवाच अथ सा चारुसर्वाङ्गी तयोः पार्श्वं समेत्य च पादाम्भुजं ननामाथ सा भक्त्या भवयोस्तदा उवाच वचनं स्निग्धं हृद्यं हारि च सा तदा कस्मात् सृष्टा त्वया नाथ मादर्वदस्वकारणम् श्रीदेव्युवाच वृक्षस्य कौतुकाद्भावान्मया वै प्रत्ययकृतः सद्य प्राप्तं फलं भद्रे भवति रूपसम्पदा अशोकसुन्दरीनाम्ना लोके ख्यातिं प्रयास्यसि सर्वसौभाग्यसम्पन्ना मम पुत्रीन संशयः सोमवंशेषु विख्यातो यथा देवः पुरन्दरः नहुषो नाम राजेन्द्रस्तवनाथो भविष्यति एवं दत्त्वा वरं तस्यै जगाम गिरिजागिरिं कैलासं शङ्करेणापि मुदा परमया युधा इति पद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे द्व्यधिकशततमोऽध्यायः ॐ